ङकारः यङन्त दातवः इति करपत्रम् अनुवर्तते. अस्तु, गृधातु वयं पूर्वं कृतवन्तः, तस्य किञ्चित् विलक्षणम् अस्ति इति. ग्रो यङि अनेन गृ स्थाने रः ल भवति. साधु गृ ग्रो यङि यत् सूत्रम् अस्ति तत् अस्ति त्रिपादीसूत्रमस्ति. अष्टमध्यायस्य द्वितीय अध्याये द्वितीयपादे विंशतिसूत्रं. सो तत्र प्रश्नः आगच्छति, यदि संयङो अनेन द्वितं भवति, तत् संयङो सूत्रमस्ति सपादसप्तायी सूत्रं. सो कस्य करणीयं प्रथमं, संयङो वा ग्रोयङि कस्य कार्यं पूर्वं भवति? सो यत्र अस्ति अत्र उदाहरणम् अस्ति, ग्रोयङि इति प्रथमं अस्ति, तदनन्तरं द्वितम् अस्ति. महोदयस्य ग्रोयङि अनन्तरं यत् अस्ति धातु, उदाहरणं ग्रो योग गृहयोगयङ् रिदति धातु, अनेन ऋकारस्य स्थाने ईकार आगच्छति. उरन्दरपरनेन गिल् योगय्य उरनरपरनेन गिल् योगय्य. इदानीं ग्रो यङि अनेन यत् रेफ ऋकारस्य रेफ अस्ति तस्य स्थाने लकार आगच्छति गिल् योगय्य. संयङो अनेन द्वितं भवति, द्वितं भूत्वा अभ्यासकार्यं भूत्वा जी गिल्य, तदनन्तरं पुनः गुणोयङ्लुको अनेन जी गिल्य भवति. तो इति प्रश्नः आगतः वर्गे कि कथं यदि जिगिर् इति भवति वा द्वितं अनन्तरं तदानीं धातोः औपदेशकधातु संज्ञा न रूपम् अस्ति वा न इति प्रश्नः आसीत्. महोदय मातरं पृष्टवान्, तस्य अन्ततो गत्वा उत्तरम् अस्ति, धातुरूपं यदि पूर्वमपि अनन्तरमपि धातुरूपं तिष्ठति, तथा गिल् अस्ति तत्रापि गिर् इति तस्मिन् अन्तर्भूतः अस्ति. जे गिर् यत्र अस्ति, जे गिर् यदि संयङो धातो वयं वदामः गिर्य साधु, तद् गिर्य यदा भवति तत्र गृधातु तस्य अन्तर्भूतः अस्ति गृधातु गृह्य अनेन. किन्तु किम् अस्ति, वयं दृष्टवन्तः अतिदेशक औपदेशकधातु अस्ति. पूर्व सप्ताहे यदि वयं पठितवन्तः, यदि औपदेशकधातु अस्ति तत्र यदि क्रियापदम् आगच्छति, सिद्धतिङ् प्रत्यय शप् विधानं भवति, शप् विधानम् अनन्तरं यदि विकरणप्रत्ययस्य चिन्तनं भवति, यदि धातु सार्वधातुक प्रक्रिया अतीव औपदेशिकधातु कृते, किन्तु आतिदेशकधातु सर्वदा समान एव प्रक्रिया अस्ति, कारणं कि विकरणप्रत्ययस्य चिन्तनं नास्ति. इदानीं महोदय किम् उक्तवान्, तत् औपदेशिकधातु अपि च अतिदेशकधातु इति द्विविभजनम् इति बालानां चिन्तनं सुखाय इति अस्ति, न तु इति को भेदः अस्ति. कारणं किम् अस्ति, यदि अतिदेशकधातु यदि वयं कुर्मः यथा जे जिल्य इति अस्ति, तदनन्तरं यत् ते आगच्छति शप् विधानं भवति, तस्य कार्यं यथा भ्वादिगणे कोऽपि धातुः अस्ति भ्वादिगणीयधातु, तदपि समानप्रक्रिया भवति, तत्र कोऽपि भेदः न भवति. यदि आतिदेशकधातुः अस्ति वा औपदेशकधातुः अस्ति, क्रिया समान एव अस्ति यथा भ्वादिगणे भवति, इति को भेदः नास्ति. यदि द्वितीय अस्ति, यदि वयम् उद्घाटयामः ग्रो यङि यत्र अस्ति तस्य अनन्तरं वन् टु प्रश्नोदेति इति यदि वयं पठामः त्रीणि कारणानि महोदय उक्तवान् द्वयम् एव तस्य कारणे अष्टमाध्याये द्वितीय त्रिपादीसूत्रं भवति ग्रोयङि एकमस्ति धातु निष्पन्नं कथं भवति तस्य कृते, द्वितीयमस्ति गृहधातु तदनन्तरं या प्रक्रिया आगच्छति तस्य आवश्यकता अस्ति इति अत्र लिखितम् अस्ति. भगिनी भवती पश्यति किम्? आं भगिनि, आं पश्य भवती पठति वा? आं भगिनि, पठामि भगिनि. अत्र अन्यप्रश्नः उदेति इति ततः आरभ्य ननु प्रश्न उदेति यद् ग्रो यङि इत्यस्य कार्ये साधयितुं शक्यते द्वित्वा अभ्यासकार्यानन्तरं ततः प्रश्नः उदेति यत् ग्रो यङि इत्यस्य कार्यं साधयितुं शक्यते द्वित्व अभ्यासकार्यस्य अनन्तरं, तर्हि संयोः इति सर्वं कृत्वा ग्रो यङि कर्तुं शक्नुमः खलु? किमर्थं प्रथममेव कुर्मः? यद्यपि संयोः षष्ठाध्यायस्य प्रथमपादे अस्ति, तर्हि तदेव पूर्वं कर्तव्यं, तदनन्तरं ग्रोयिङ्गि अपि कर्तुं शक्नुमः खलु इति प्रश्नः. ग्रोयिङ्गि तर्हि योगिर् जेगिर् योगः य इति स्थितौ नाम ग्रोयिङ्गि त्रिपादीसूत्रमस्ति. त्रिपाद्यां सत्यं सर्वकार्यान्ते भवेत् इति चेत् सर्वप्रथमम् अस्माभिः चिन्तनीयं किल यत् जिगिर् इत्यस्य औपदेशिक गृ धातुः उपस्थितः अस्ति वा न वा इति. अस्तु, तर्हि द्वित्वस्य अनन्तरं यदि वयं कर्तुं कुर्मः इति चिन्तयन्तु, ग्रोयिङ्गि इति तु अष्टाध्यायस्य त्रिपादीसूत्रमस्ति, तर्हि अन्ततो गत्वा यदा कर्तुं वयं इच्छामः चेत् तर्हि तत्र ग्रोयिङ्गि इति सूत्रं किम् उक्तं वदति इत्युक्ते गृ धातोः रेफस्य स्थाने लकारादेशः इति वदति. तर्हि अधुना गृधातुः इति औपदेशिकगृधातुः अस्ति खलु, तर्हि तादृश औपदेशिकत्वम् इतोपि अस्ति वा? यद्यपि वयं द्वित्वकार्यं कुर्मः तदनन्तरम् औपदेशिकधातुः अस्ति इति स्वीकर्तुं शक्यते वा? शक्नोति चेत् ग्रोयिङ्ग् इत्यपि प्रसक्तिः भवति खलु इति तादृशप्रश्नः. अत्र अन्यप्रश्नः उदेति यत् औपदेशिक आदिदेशिकधातोः विभागः किमर्थं कृतः? एतादृशं नामकरणं विभर्जनञ्च किमर्थं? वस्तुतस्तु केवलं द्वयोः स्थलयोः भेदः. तर्हि किम् उक्तमस्ति अत्र औपदेशिकादिदेशिकधातु इति विभागः किमर्थम् इति प्रश्नः. तर्हि औपदेशिक आदिदेशिकधातोः विभागस्य प्रयोजनं केवलं स्थलद्वये भवति. प्रथमम् अस्ति उत्पत्तिविषये, द्वितीयमस्ति भावे इति. प्रथमम् उत्पत्तिविषये वयं पश्यामः चेत् बालानां बोधः आवश्यकः यत् औपदेशिकधातुभ्यः द्वादशधातुप्रत्ययानां विधानेन प्रत्ययान्तधातवः निष्कृत्यन्ते. तर्हि प्रथमबोधनम् इत्यस्य उत्पत्तिविषये तु वयं जानीमः एव सनाद्यन्तधातवः इति सूत्रेण औपदेशिकधातुभ्यः द्वादशधातुप्रत्ययाः विधाय तदनन्तरं वयम् आदिदेशिकधातून् वयं प्राप्नुमः इति वयं जानीमः. बहु भावे यत् अस्ति पठतु, किन्तु तत् अति आवश्य नूतन बिन्दु अस्ति, मुख्यबिन्दु अस्ति. पठामि भगिनि. भावे इति, भावे इत्यस्य अधिकारे यत्र भावार्थे प्रत्ययः विधीयन्ते गञ् प्रत्ययः सामान्यः, स्त्रियां च किम् इति. तादृशभावार्थे भावे इति अधिकारे भावार्थे प्रत्ययः विधीयन्ते केवलं भावार्थे. उदाहरणं पठनं, लेखनम् इति ल्युट् प्रत्ययान्तः सर्वे तु भावार्थमस्ति. तत्र क्रियां बोधयति किन्तु क्रियापदं नास्ति इति वयं जानीमः. तत्र उदाहरणार्थं गञ् प्रत्ययः सामान्य, पाठः इति गञ् प्रत्ययः. अनन्तरं स्त्रियां किम् इति किम् अस्ति, आकृतिः नो चेत् गति कृति इति शक्ति इति तादृश महोदय भावार्थे एव अस्ति, साक्षात् क्रियां न बोधयति, कर्मपदस्य उल्लेखनमपि नास्ति, कर्मपदं न सूचयति, कर्तृपदमपि न सूचयति, केवलं भावार्थे सन्ति ते सर्वे. परन्तु प्रत्यान्तेभ्यः धातुभ्यः गञ् प्रत्ययः तिन् प्रत्ययः च न विधीयन्ते. इत्युक्ते यत्र प्रत्यान्तेभ्यः इति वदामः चेत् आतिदेशिकधातुभ्यः खलु, प्रत्यान्तेभ्यः धातुभ्यः एकस्मिन्नपि नूतनधातुम् इति प्राप्नुमः, तदा तु ग्रञ् प्रत्ययः वा तिन् प्रत्ययः वा न भवति एव. स्थाने अप्रत्ययात् इत्यस्य इत्यनेन स्त्रीलिङ्गे अप्रत्ययः भवति, स्त्रीलिङ्गे अप्रत्ययः भवति. अस्मिन् सूत्रे प्रत्ययान्तदातवः उक्ताः. अनुवृत्तिसहितसूत्रं प्रत्ययात् धातोः अह प्रत्ययः परः स्त्रियां भावे अकर्तरीचकारके संज्ञायाम् इति. तदन्तविधिना प्रत्ययधातोः इत्युक्ते प्रत्ययान्तात् धातोः आहत्य प्रत्यान्तेभ्यः धातुभ्यः अप्रत्ययः विधीयते. स्त्रीत्वविशिष्टभावकर्तृभिन्नकारक अर्थे उदाहरणत्वेन भावार्थे जिगीषा, जिगीषा जिधातुः जयति, जेतुमिच्छा, चिकीर्षा कर्तुम् इच्छा, पिपासा बुभुक्षा, एवं कृत्वा प्रत्यान्तधातूनां च गञ् प्रत्ययः न गञ् प्रत्ययः न भवति, न वा कृत्प्रत्ययः किन् प्रत्ययः भवति इति प्रायः इदम् एकम् एव सूत्रम् अष्टाध्याय्याम् अस्मिन् प्रत्यान्तदातवः साक्षात् उक्ताः. पूर्णतया अवगच्छामि किन्तु प्रयत्य भगिनी किञ्चित् बोधयतु. अत्र उक्तमस्ति अत्र तु भावे इत्यनेन सामान्यतया अधिकारे तु गञ् प्रत्ययः अस्ति, किन् प्रत्ययः इत्येते उक्ताः सन्ति, किन्तु अत्र तु अप्रत्ययात् इति सूत्रमपि अस्ति. यत्र उक्तमस्ति प्रत्ययान्तेभ्यः धातुभ्यः गञ् वा तिन् वा न विधीयते, किन्तु स्त्रीलिङ्गे भवति चेत् अप्रत्ययः अ इति प्रत्ययः भवति, साक्षात् तदेव भवितुम् अर्हति. अस्मिन् तर्हि आहत्य किं वदति सूत्रं, अप्रत्ययात् इति सूत्रं वदति प्रत्ययात् धातोः इत्युक्ते प्रत्ययान्तधातूनां तदनन्तरं स्त्रियां स्त्रीत्वविवक्षायां भावे भावार्थे अकर्तरि इत्युक्ते कर्तृकार कारकं वा कर्मकारकं वा न सूचयति, कर्तरं वा कर्म वा न सूचयति, तादृश केवलं भावार्थे इति अर्थः. तादृश अवस्थायां स्त्रीप्रत्ययानां विषये तु अ इति प्रत्ययः विधीयते इति, अन्यप्रत्ययः तु न विधीयते एव इति. पुल्लिङ्गे पुल्लिङ्गे तु किमपि न विधीयते, केवलं स्त्रीलिङ्गे अ इति प्रत्ययः विधीयते भावार्थे इति उक्तमस्ति. तर्हि अन्य कावाल्लाभः जिगीषा इति अस्ति, सन् धातुः, तर्हि जिग् सामान्यतया सनन्तं योजयित्वा जिगीष इति भवति खलु, सन् इति अदीर्घसन्धिः भवति वा, अस्तु दीर्घसन्धिः भूत्वा आ इति भवति. प्रतिपासा इति भाव स्त्रीलिङ्गप्रति स्त्रीलिङ्गे अस्ति, स्त्रीत्वविवक्षायाम् अस्ति. अनन्तरं कर्तारं न बोधयति, कर्म अपि न बोधयति अत्र, इति पिपासा इत्यनेन यस्य पिपासा वर्तते तं न बोधयति, यत् वयं पिबामः पानम् इत्यपि अर्थः नास्ति, किन्तु केवलं तद् भावार्थः अस्ति, पातुम् इच्छा इति भावार्थः अस्ति इति अप्रत्ययः इति. तर्हि उभयत्र एव सामान्यतया यत्र एतयोः द्वयोः स्थले स्थलयोः एव केवलं आतिदेशिकधातूनां विषये उक्तः अस्ति. आहत्य इति अस्ति महोदय उक्तवान् द्विसस्व धातव अपदेशकधातव सन्ति, सामान्यतया घञ् प्रत्यय तिन् प्रत्ययत् योजितमस्ति औपदेशिकधातो योगे भवति, न तु प्रत्यान्तधातो मीन्स् यत् आतिदेशकधातुः अस्ति तयो योगे स्त्री स्त्रीविवक्षायां घञ् अत्यन् प्रत्ययः न योजितुं शक्नुमः. तस्य कृते विशिष्टसूत्रमस्ति अप्रत्ययात् स्त्रीलिङ्गे प्रत्यया अन्ते आतिदेशकधातु वयं यत् वदामः तस्य भावार्थे यदि अस्ति वा अकर्तरियोगे यथा प्रसज्य प्रतिषेध इति भवति कर्तरि अवस्थायां न भवति किन्तु अन्य कारके यथा कर्म करण कोऽपि भवितुं शक्नोति इति सुखमहोदयन् उक्तवान् तत्र तस्य अप्रत्ययस्य योजनं भवति यदि अष्टाध्याय्यां चतुर्सहस्रसूत्राणि अस्ति केवलम् एकमेव सूत्रम् अस्ति अप्रत्ययात् येन प्रत्ययान्त योगे प्रत्ययविधीयते अप्रत्ययविधीयते इति महोदय उक्तवान् स्वभावे इति तस्य कारणे इति विभागं भवति आतिदेशकधातुः अपि औपदेशकधातोः कथं विभागस्य एकं कारणम् अस्ति भावे द्वितीयं यत् अस्ति लट् लकारे इति कारणम् अस्ति किन्तु महोदय उक्तवान् कारणं कि यदि भवती पठति वा मणि महोदय पठति किं मणि महोदय पठामि क्षम्यतां लिट् लकारे धातूनां द्वित्वं भवति इति सामान्यनियमः किन्तु प्रत्ययान्तधातूनां द्वित्वं न भवति अपि तु आं प्रत्ययः विधीयते कास् प्रत्ययात् प्रत्ययादाममन्त्रे इति काश्येनाच् आम् उक्तव्यः इति सूत्रेण वार्तिकेन च एताभ्यां कास् धातोः च अनेकाच् धातूनां यदा दरिद्रा चकास् नेति वेवी अपि च प्रत्यान्तधातवः यदा पाटी उपडिश्य पापाठ्य लिटि परे द्वित्वं न भवति अपि तु आं प्रत्ययविधानम् अत्र किन्तु साक्षात् प्रत्यान्तधातवः साक्षात् न उक्तः ये औपदेशिकधातवः अनेकाच तेषामपि लिटि समानगतिः अत्र लिट् लकारे द्वित्वं भवति नियमः परन्तु प्रत्यान्तधातूनाम् इत्युक्ते आदिदेशधातूनां द्वित्वं न भवति अनन्तरं आं प्रत्ययः विधीयते खास् प्रत्ययात् लिटि काश्येन च सूत्रमस्ति कास् प्रत्ययात् प्रत्ययात् मन्त्रे लिटि अनन्तरं काश्येन च आम् इति वाक्तुकमस्ति द्वयोः अपि आं प्रत्ययः भवति आदिदेशिकाणाम् इति दत्तम् अनन्तरं कास् धातुः अनेकाच् उदाहरणं दरिद्रा चकास् सकाश्रु देगी देवे वि अनन्त अहं चिन्तयामि दरिद्रा चाक्रास् देदी वेवि वि औपदेशिकधातुः अहं चिन्तयामि अपि च प्रत्यान्तधातोः पाठी पठिष्य इदानीं पठितवन्तः पापठ्य लिटिपरे द्वित्वं न भवति आदिदेशिकानां पठ्य पापठ्य पाठी इति यत्रेण द्वित्वं न भवति आं प्रत्यान्त अपि न भवति द्वित्वं न भवति इति अत्र किन्तु साक्षात् प्रत्यान्तदातु साक्षात् इत्युक्ते आदिदेशिकधातूनां अथवा औपदेशिकधातूनाम् इति अपि भिन्नः नास्ति साक्षात् न उक्तः इति तदेव अहम् अवगच्छामि परन्तु विवरणं किञ्चित् ददातु महोदय किं वक्तुमिच्छति यदि प्रत्यान्तदातव आतिदेशकदातव सर्वे अनेकाश सन्ति लिट् लकारे वयं जानीमः सामान्यतः नियमः अस्ति धातुः अनेकाच् अस्ति तस्य द्वितं न भवति किन्तु धातुः एकाच् अस्ति तत्र द्वितं भवति सो प्रत्ययान्तधातवः सर्वे अनेकाच् अस्ति सन्ति सो तस्य द्वित्वं न भवितुं शक्नोति यथा पाठी इति अस्ति वा पपाठी पपाठ्यति भवति यन्त्रे तत्र न भवति किन्तु वार्तिकेन यत् अस्ति कास्यान्याच् आं वक्तव्य इति तत्र ये अनेकाच् औपदेशिकधातवः सन्ति यथा दरिद्रा चक्का देवे तेषामपि लिट् लकारे तेषां द्युतं न भवति द्युत कास्य प्रत्ययान्तमन्त्रे इति लिटि इति सूत्रम् आं प्रत्यय इति विधीयते तत्र कास् इति चकास् इति धातु अनेकाच् अस्ति तो इति महोदय उक्तवान् अत्र आतिदेशक वा औपदेशकधातु तस्य भेदः नास्ति किन्तु अनेकाच् वा एकाच् तस्य भेदः अस्ति तु इति लिट् लकारे वयं न वक्तुं शक्नुमः आतिदेशक वा औपदेशकधातोः विभागकृत् विभागस्य एकप्रयोजनं लिट् लकारे अपि अस्ति इति न किन्तु लिट् लकारे एकाच् वा अनेकाच् तस्य प्रयोजनम् अस्ति न तु औपदेशक वा प्रत्ययान्तधातव इति सम्यक् यदा आम् प्रत्ययः उद्येते औपदेशिकधातुः वा अथवा अधिदेशिकधातुः वा तत्र भेदः नास्ति द्वितं न ना भवति अनेकाच् अस्ति चेत् भेदः धन्यवादः वार्ता अस्ति अनेकाच् वा एकाच् न तु अतिदेशकधातु वा औपदेशकधातु इति आम् यङ् यङ्गन्नप् अस्ति चेत् तत्रापि धातो एकाच् हलादे इति धन्यवादः अस्तु तदनन्तरं यत् परिच्छेदमस्ति वयं कृतवन्तः तस्य पूर्वं यत् अस्तु परन्तु अपरया दृष्ट्या इदानीं महोदय पुनः समग्रचिन्तनं लिखितवान् अत्र परन्तु अपरया दृष्ट्या समयदृष्ट्यं तत् पूर्वम् यत् उक्तमस्ति कर्तरि शप् नो चेत् अन्यथा तु भिन्नभिन्न एतत् त्रीणि यत् बिन्दव अस्ति त्रय बन्धव ये सन्ति तस्य केवलं नूतनबिन्दुः आहत्य प्रक्रियायां तत्रापि पठनीयं खलु तत् अपि आहत्य अस्ति किं हलि च साधु हलि च अपि अष्टाध्यायी त्रिपादीसूत्रम् अस्ति तो हलि च तस्य कार्यं कदा भवति वयं पूर्वं यत् त्रि धातुः अस्ति तत्र अपि रेफा आगच्छति साधु ते तिर्य रिदति धातोनेन तिर्य भवति तिर्योगय द्वित्वं कृत्वा यदि संयङो अनेन तत्तर्य इति भवति साधु तत्तर्य तु इदानीं हलि च कार्यं करोति द्वितनतं न तु द्वितस्य पूर्वं कारण कि संयङो इति यत् अस्ति तत् पूर्वसूत्रमस्ति हलि च अपेक्षा तु वयं पूर्वं कृतवन्तः हलि च इति अङ्गकार्यं प्रथमं कृतवन्तः एवं सति कथं वा ग्रोयिङ्ग् इति तत् पठनीयं खलु पुनः प्रश्नः उदेति यत् अन्तु ग्रोयङ्गि तत्र एवं च एकवारं यदा धातु सम्यक् तस्य पूर्वं यत् पङ्क्त्या पङ्क्तिः अस्ति तस्य पूर्वं त्रीणि लिटि लकारे ग्रोयिङ्ग् इत्यस्य कार्यं साधयितुं शक्यते द्वित्वा अभ्यासकार्यानन्तरं इति स्थितौ आन्लैन् मध्ये न पठति वा भवान् करपत्रात् पठति वा करपत्र एव तत्र आन्लैन् मध्ये इतोपि एकं पङ्क्तिः अस्ति, एका पङ्क्तिः अस्ति महोदय, एवं सति इति एकं एका पङ्क्तिः, तद् अहं पठामि. एवं कथं वा ग्रोयिङ्ग् इत्यस्य कार्यं साधयितुं शक्यते, द्वित्व अभ्यासकार्य अनन्तरं निगिर्योगः य इति स्थितौ भवति कथमिति चेत्, तत्र गृहधातुः आवश्यकता नास्ति. आवश्यकता अस्ति गृहधातोः रेपः, ग्रोयिङ्ग् इत्यनेन गृहधातोः रेपस्य स्थाने लकारादेशो भवति इङि परे. जेगिर्योगः य इति स्थितौ गृहधातुः नास्ति, परन्तु गृहधातोः रेपः तु अस्ति. ग्रोयिङि त्रिपादिसूत्रम् इति कृत्वा गिर्योगः य, तत् भिन्नमस्ति भगिनि. जेगिर्योगः इति स्थितौ महोदय वदन् अस्ति, किमर्थं गिर्योगः य इति कृतवान्? अहं चिन्तयामि मुद्रणदोषः अस्ति प्रायः न किन्तु लिख गिर्योगय ग्रोयङि इति तस्य परिभाषा. अनन्तरं सर्वे त्यजामः. एवं च द्वित्व अभ्यासकार्यानन्तरं त्रिपाद्यां स्थित सूत्राणां वर्णकार्यं भवति. हलीचति वर्णकार्यम् अस्ति तत्रापि उक्तवान्. द्वयोः ग्रोयिङि त्रिपादिसूत्रम् अस्ति इति कृत्वा गृहयोगः य इति ग्रोयिङि संयोगः इत्येन युगपत् प्रसक्तिः अस्यां दशायां ग्रोयिङि इति सूत्रम् असिद्धम्. द्वित्व अभ्यासकार्यञ्च भवति तदा वर्णकार्याणि इति. तर्हि प्रथमं द्वित्व अभ्यासकार्यं भूत्वा तदनन्तरं ग्रोयिङ् इत्यस्य कार्यं भवति इति उक्तवान् खलु. किन्तु थलिच इत्यस्य प्रसक्तिः न भवति खलु. ग्रोयङि कृते न भवति, किन्तु यदि तृ अस्ति तेत् इति भवति, तत्र भवितुं शक्नोति. अद्य गतं मङ्गलवासरे महोदय उक्तवान् तत् बिन्दु पठितुमिच्छति वा महोदय? क्षम्यतां, भवान् पठनासीत्. पुनः प्रश्नः इति अन्वेषणं कर्तु. अस्तु, अहमेव पठामि. पुनः प्रश्नः उदेति यत् अस्तु ग्रोयङि त्रिपादिसूत्रं, परन्तु सूत्रे निमित्तं तु यङ् प्रत्ययः, अतः इदं सूत्रं तादृशेषु सूत्रेषु स्यात् यत् अनुवृत्त्यर्थं लाघवार्थञ्च त्रिपाद्यां स्थापितम् अस्ति, परन्तु वस्तुतः अङ्ककार्यम् इति चिन्तयामः. यदि ग्रोयङि त्रिपाद्यं केवलम् अनुवृत्त्यर्थं स्थापितम् अस्ति किन्तु अङ्गकार्यम् अस्ति इति, तथा यथा अभ्यासे चर्चा अभ्यासकार्यम् अस्ति परन्तु त्रिपाद्यं स्थापितम् अनुवृत्त्यर्थम्. अस्य सूत्रस्य किमपि असिद्ध्यर्थं कार्यं नास्ति. यत् सूत्रं त्रिपाद्याम् अस्ति प्रक्रियायां तस्य त्रिपाद्यां सत्याम् असिद्धकार्यं भवति, स्वयम् असिद्धं भवति अथवा परत्रिपादि प्रति असिद्धत्वस्य कारणं भवति. अभ्यासे चर्चा इत्यस्य तादृशकार्यं किमपि नास्ति, परन्तु ग्रोयिङि इत्यस्य तु भवति. जेगिर्योगः य इति स्थले हली च इत्यस्य प्रसक्तिः. ग्रोयिङि पूर्वत्रिपादिसूत्रं, हलि च परत्रिपादिसूत्रम्. अतः ग्रोयङि प्रति हलि च इति सूत्रम् असिद्धं, ग्रोयङि हलि च इत्यस्य बाधकसूत्रं, येन यङ् प्रत्यये परे हलि च इत्यस्य कार्यं न स्यात्. नत्वं भवति चेत् दीर्घत्वं न भवति. आम्, तर्हि सामान्यतया अभ्यासे चर्चा यथा अस्ति तथा इति चिन्तयामः चेत् तत्तु नास्ति. किमर्थम् अभ्यासे चर्चा इति अन्येषां सूत्राणां प्रति असिद्धत्वमेव न बाधयति एव, अन्यान् सूत्रान् न बाधयति एव इति कृत्वा वयं ज्ञातुं शक्नुमः केवलम् अनुवृत्त्यर्थं तत्र स्थापितमस्ति. किन्तु अत्र तु ग्रोयिङि इति तथा नास्ति. किमर्थम् इत्युक्ते यदि ग्रोयिङि कार्यं करोति चेत् हलिस इत्यस्य प्रसक्तिः एव नास्ति इति कृत्वा तथा वयं न स्वीकर्तुं शक्नुमः. केवलं किमस्ति अङ्गकार्यमस्ति, किन्तु अनुवृत्त्यर्थं त्रिपाद्यां स्थापितवान् पाणिनिः इति वक्तुं न शक्नुमः. तत्र तु वर्णनिमित्तिकं कार्यमेव अस्ति इति एव वक्तुं, तत्र साक्षात् तत्र स्थापितं आवश्यकता अस्ति, प्रक्रिया महोदय उक्तवान्, प्रक्रिया अपि आवश्यकम् अस्ति. ग्रोयिङ्ग् इत्यस्मिन् यङि प्रत्ययरूपेण न द्रष्टव्यम्, अत्र तु अङ्गकार्यम् इति न द्रष्टव्यं, यङ् प्रत्ययस्य यकारः इति द्रष्टव्यम् अस्ति. तर्हि वर्णनिमित्तिकं कार्यमेव द्रष्टव्यं, यद्यपि यङि इति दत्तमस्ति तस्य किन्तु सः यकारः एव वर्णनिमित्तिकं कार्यमेव अस्माभिः द्रष्टव्यम्. क्रियारीत्या तिप्यनस्तेः इति धातो रूर्वा इति सूत्रद्वयेन प्रत्यये उक्ते अपि वर्णनिमित्तकार्यं न तु अङ्गकार्यं. प्रत्ययः उक्तः प्रदर्शनार्थं यत् अपरेषु प्रत्ययेषु इदं कार्यं न स्यात्, तथैव ग्रोयङि इति सूत्रमपि. अस्मिन् सूत्रे यङि यदि न उच्यते अस्मिन्नपि हलि लत्वं भविष्यति, तस्य व्यावृत्त्यर्थं यङि इति उक्तम्. अन्येषु हलादिषु प्रत्ययेषु न स्यात् पदार्थं यङि इति, एतदर्थं यङि इति दत्तम् इति मुख्य अन्यवार्ता अस्ति. यथा कर्मणि अस्ति तत्र न भवेत् ग्रोयङि. तर्हि यङि इति उक्तमस्ति केवलं यङ् प्रत्यये परे वर्णनिमित्तिककार्यमेव भवति, अत्र तु अङ्गकार्यं नास्ति. अपि च सूत्रस्य क्रमं दृष्ट्वा अपि अर्थदृष्ट्या वर्णकार्यमेव अस्ति इति क्रमं दृष्ट्वा अष्टाध्यायाः त्रिपादीसूत्रमस्ति वर्णनिमित्तं कार्यमेव अस्ति इति. ग्रोयिङि इत्यस्य अनन्तरम् अस्ति अचिविभाषा. रो लत्वं भवति, रोः रेपस्य लत्वं भवति विकल्पेन अजादिप्रत्यये परे अनेन अचिविभाषा इति. एतदपि वर्णकार्यं न तु अङ्गकार्यम्. निचि कर्मणि यकि निर्धायते इति रूपं भवति. निगार्यते इति, निगाल्यते इति रूपद्वयं भवति. किमर्थम् अत्र निच् प्रत्ययः परे अस्ति इति कृत्वा, अजादिप्रत्ययः अस्ति इति कृत्वा तत्र तु विकल्पेन किं भवति, रेपादे लकारादेशः भवति. एवमेव निगिरति निगिलति, प्रायः शप् स्यात् खलु, निगिरति निगिरति इति शप् निगरणं निगलनम्. अन इति प्रत्ययः तु पुनः अजादिप्रत्ययः अस्ति इति कृत्वा रूपद्वयम्. अकः इति लुट् प्रत्ययः, नूल् प्रत्ययः अपि तथा एव, निगारकः निगालकः अक इति योजयामः अजादिप्रत्ययः इति. अजन्तदातूनां यङन्तदातु सः तु न उत्तरं दत्तवान् एव भगिनि. अत्र तु अस्ति, अहं तु आहूतवती, उत्तरं न दत्तवान् प्रायः. तु आहत्य इति वयं जानीमः इदानीं अस्य देशक अपि देशक धातोः व्युत्पत्ति कारणे अपि द्वितीयमस्ति भावे यदि अप्रत्यात् इति अस्ति ग्रोयङि तस्य सूत्रस्य प्रक्रिया यत् अस्ति वर्णनिमित्तकं भवति हलि च तस्य अनन्तरं तस्य कार्यं न भवति इति न केवलम् अनुवृत्ति कृते परन्तु वर्णनिमित्तं कार्यम् आगच्छति तस्य रक्तरेफस्य स्थाने लकारः भवति इति. साधु आं भगिनि. अनन्तरम् अग्रिमसूत्रं यत् अग्रिमं यदस्ति अनुनासिकान्त अधुपददातवः इति वयं पूर्वं पठितवन्तः खलु, वयं कृतवन्तः पुनः इति. वयं यदि महोदय प्रश्नं करोति वयं दोषाः वदामः, दोषयुक्त ततः पुनः कृतवान्. अनन्तरं जप् जप् दप् पश्यति वयं कृतवन्तः खलु, न तत् वयं न कृतवन्तः पूर्वं. वयं जप् जप् कुर्मः इदानीम्. पुष्पा भगिनि, अन्य को कः अस्ति? अन्य कोऽपि नास्ति भगिनि. पुष्पा भगिनी अस्ति. अनन्तरं पुष्पभगिनी वक्तुं भगिनीम् आहूतवती खलु भवत्याः नाम पुष्पभगिनी आहूतवन्तः महोदय भवतः उत्तरमेव न प्राप्तं प्रायः पुष्पभगिनी अस्ति परन्तु पठामि वा जप् जप् जप् दह् बस् इति चतुर्णां धातूनां हेङ्गन्धधातुः सिद्धिः हेङ्गन्धप्रसङ्गे एतेषां धातूनाम् अभ्यासस्य अन्ते ह्रस्वाकारः अस्ति किन्तु धातु अन्ते अनुनासिकवर्णो नास्ति अतः नुगतो अनुनासिकान्तस्य इत्यनेन नुगतो नुगागमः न भवति तदापि येषां नुगामो भवति जप जप दह दश भञ्ज वसां च इति विशिष्टसूत्रेण उदाहरणं जप् यः यङ् जप्य यं जप्य जञ्जप्य जञ्जप्यते संजप्यते अत्र अस्ति नुगा अनुनासिकान्धधातुः अस्ति चेत् अत्र नुगाम नुगतो अनुनासिकान्धचेत् इति सूत्रेण परन्तस्य अभ्यासस्य अजन्तस्य नुकागमः परन्तु जप् जप् दह दह बस पञ्च पञ्च बस इति धातूनाम् अनुनासिकान्तं नास्ति अतः विशिष्टसूत्रम् अस्ति जप जप दह दश पञ्च वसामिति च इति सूत्रेण अत्रापि येषां धातूनामपि नुमागमः भवति अजन्तस्य अभ्यासस्य नुगामः भवति इति उदाहरणमस्ति यं प्रत्ययः जप् इति धातुमध्ये द्वित्वं भवति यङ् प्रत्ययः विधीयते अनन्तरं संज्ञं भवति न द्वित्वं भवति अत्र एकाच् नास्ति अनेकाच् अतः किं भवति इत्युक्ते एकाचो द्वे प्रथमस्य इति सूत्रेण ज एव द्वितं भवति ज ज प्य अजीनं व्यजनं परेण संयोजनम् इत्यनेन पकारस्य योजनं यकारेण ज ज प्य इति इदानीं जप जप दह दश भज भजा बसां च इति सूत्रेण अनुगामो भवति अजन्तस्य अभ्यासस्य अनुगामगम अनुनासिकवलक्षणम् अस्ति अतः अनुनासवर्णो भवति अत्र पदान्त वापसान्ते कार्यं करोति वा अथवा ऐ परसवर्णः इत्यनेन एकरूपं भवति द्विरूपं भवति अनुनासिकयोजनेन संज्ञाप्यते अनन्तरं संज्ञाप्य इति रूप धातु भवति अनन्तरं सप्रत्यय विद्यते अनन्तरं ते अपि योजयित्वा संज्ञाप्यते आदौ गुणे अपि अत्र कार्यं करोति सप्रत्ययपरे योजनेन पूर्वपरयोः पररूपम् आदेशः अतः जं जञ्जप्यते एकरूपम् अनुसारेण जञ्जप्यते इति अन्यरूपं भवति महोदय उक्तवान् वर्गे यत् वार्तिकमस्ति उपरि यत् अस्ति पदान्तवचे इति वक्तव्यं नुगुतो अनुनासकान्तस्य अस्ति यदि वार्तिकमस्ति तु अभ्यास पदसंज्ञा भवति अनेन यत् रूपम् आगच्छति वा पदान्तस्य अनेन रूपं द्वयं भवति सिद्धान्तलघुकौमुद्या इति मन्यते वार्तिकस्य विधानम् अस्ति किन्तु काशिकार केवलम् एकम् एव रूपं ददाति सः इति महोदय उक्तवान् वैयाकरणं तेषां मतं भिन्नम् अस्ति वार्तिकस्य कृते तु अत्र अनु उपरि यत् अनुनासिकान्त धातवः सन्ति तेषां प्रति वार्तिकस्य का मतभिन्नं नास्ति, परन्तु जप जप छन्दः तेषां प्रति वार्तिक वार्तिकस्य वैयाकरणानां मतं भिन्नम् अस्ति. अन्यप्र आमां तत्र यथा भवान् उक्तवन्त उक्तवान् जञ्जप्यते वा जजप्यते इति सिद्धान्तलघुकौमुद्यां रूपं द्वयम् अस्ति, काशिकायाम् एकम् एव अस्ति रूपम्. अपि अन्यप्रश्नानि महोदय पृष्टवान् वर्गे, यथा जप्य अस्ति तत्र अकृतसार्वधातुकयोः तस्य कार्यं भवति वा न? अत्र नास्ति, अकृतसार्वधातुक अजन्तस्य अजन्ताङ्गस्य एव भवति अहं चिन्तयामि. साधु अपि दीर्घोकित तस्य यदि विशिष्टकार्यं दीर्घोकित अस्ति अभ्यासस्य तत् भवति वा न? न भवति. नुकागमः कित् अस्ति इति महोदय इति प्रश्नः चिन्तितवान् सम्यक् तत्समये विवेची उक्तवती सम्यक्तया. धन्यवादः. उक्तवान् विस्मृतवान् तस्य नुकागमः कित् अस्ति खलु महोदय, इति कृत्वा दीर्घोकितः दीर्घः अकितः एव दीर्घः भवति इति दीर्घोकितः भवति खलु, इति कृत्वा न भवति. अकृत् सर्वदा अपि उक्त्यो दीर्घः किमर्थं न करोति इति उक्तवती भगिनी. अजन्तस्य जप् इति हलन्तधातुः अस्ति साधु न, अकृत् सार्वधातुकयोगो योः दीर्घः अजन्त हलन्त इति अङ्गकार्यम् अङ्गकार्यम् अस्ति साधु, द्वितस्य पूर्वं भवति कार्यम्. आम् सो तत्र निमित्तमस्ति अजन्तधातोः अजन्तधातोः सार्वधातु अजन्तस्य अङ्गस्य दीर्घः भवति अस्ति दीर्घः भवति. आम् सामान्य अङ्गकार्यं सामान्य अभ्यासकार्यस्य पूर्वं तत्समये, अनन्तरं विशिष्ट दीर्घकृतः विशिष्ट विशिष्ट अभ्यासकार्यङ्गुको दीर्घकृत विशिष्ट अभ्यासकार्यं सन्ति. जब् अहं करोमि जब् अस्ति अस्ति धातु एकाचो हलादे क्रियासंहारे अनेन यङ् विधानं भवति, जब् योग यङ् आगच्छति, तदनन्तरं सनाद्यन्तधातु अनेन जभ्य इति भवति. इदानीं अजीनं धातो अजीनं व्यञ्जनं परेण संयोजनम् अनेन कृते जभ्यति प्रथम एकाच् यत् अस्ति तस्य द्वितं भवति, सो ज जभ्य इति भवति ज जभ्य. इदानीं कोऽपि सामान्य अभ्यासकार्यं नास्ति, संयङो अनेन द्वितम् अभवत्, कोऽपि सामान्य अभ्यासकार्यं नास्ति. इदानीं चप् जपतः शम्भ स्पशां च अनेन नुक् आगमः भवति, नुक् आगमः यत् अस्ति आद्यन्तटकृतौ अनेन पूर्वं भवति, टकितौ ककारस्य ज जप् यत् अस्ति अनुस्वारस्य नुक् इति अनुस्वारस्य उपलक्षणं भवति, तु अभ्यासस्य पदान्त वा पदान्त अनेन अभ्यासस्य पदसंज्ञा भवति, तु ज जभ्य इति भवति ज जभ्य. विकल्पेन यथा पदान्त वार्तिकेन पदान्तवचेति वक्तव्यम् अनेन विकल्पेन जञ्झभ्य इति भवति. रूपं द्वयं भवति, जञ्झभ्य वा जञ्झभ्य इति भवति. तदनन्तरं जञ्झभ्ययोग शप् योग योग ते आगच्छति, अतो गुणे अनेन पूर्वपरयोस्थाने पूर्वरूपं सिद्धति. सो जञ्झभ्य ते इति आगच्छति, क्षम्यतां जञ्झभ्यते वा जञ्झभ्यते, जञ्झभ्यते ञकार आगच्छति. भगिनि अधो गुणे पूर्वकार्यं प्रति वा परकार्यं प्रति? पूर्वकार्यमस्ति. अहम् उक्तवान् पर तत्समये अधो गुणे पूर्वकार्यमस्ति. पूर्वकार्यं वा, अस्तु धन्यवादः. अहम् उक्तवान् पूर्वे परकार्यम् इति, धन्यवादः. दः कोन् करोति? भव्या भगिनी भवति, पुष्पा भगिनी अस्ति, पुष्पा भगिनी करोति. अस्तु दः दुः न दः दः दः दः करोमि भगिनि. दः योगः या यङ् तत्र दह्या अङ्गमस्ति, द्वित्वम् आगत्य दह्या आगच्छति. अत्र जप जप जप दः क्षम्यतां जप जप दह दश भञ्ज पशां च इत्यनेन अत्र अनुना नुक् आगमः भवति. परे तु दन्दह्या इति आगच्छति. अत्र दन् दह्या दन्दह्या द्वे द्वेदपि दन् क्षम्यतां दन्दह्यते दन्दह्यते द्वे अपि आगच्छति न भगिनि? दन् दन् अस्ति, अनुस्वारः अपि अस्ति. अग्रे अहं पठामि, अहं वदामि. पश्य इत्यस्य तर्हि किमस्ति सूत्रं, यन्विधानसूत्रमस्ति. धातोरेकाचो हयादेः क्रियासमभिहारे यन् इत्यनेन पौनपुण्यं दृश्यम् इत्यर्थे समभिहारार्थे यं कृतेः विधीयते तर्हि पश्य गृहय्याम् इति पुनः पुनः पश्यति इति प्रातः स्यात्. तर्हि अधुना तु किं भवति, संयोः इत्यनेन द्वित्वं भवति. किं भवति अत्र तु एकाच् अस्ति इति कृत्वा किमस्ति अधीनं व्यञ्जनं परेणः संयोजयम् इति भवति. तर्हि प इति प्रथम एकाच् वर्णः, तर्हि एकाचो दीर्घे प्रथमस्य इत्यनेन प्रथम एकाच् वर्णस्य कृतं भवति, तर्हि प पश्य इति भवति. तर्हि अनन्तरं किं भवति अत्र जप झप दह दश बृञ्जप शां बृञ्ज पशां च इति सूत्रेण अभ्यासस्य लुकागमः भवति यङि परे यङ्लुकि परे च इति सूत्रेण लुकागमः अनुस्वारस्य उपलक्षणम् अस्ति इति कृत्वा अनुस्वारस्य आदेशः भवति. तर्हि पकारः अनन्तरं प इति प्रथमं तु अभ्यासः अस्ति, प अनन्तरम् अनुस्वारः अनन्तरं पश्य इति भवति. अनन्तरम् अधुना किम् अस्ति अत्र पदान्तव नुगतो अनुनासिक पदान्तवत् चेति वक्तव्यम् इति सूत्रे इति वार्तिकेन पदान्तवद्भवति अभ्यासमिति कृत्वा अत्र तु विकल्पेन अनुस्वारस्य अनुस्वारस्य यै पदपरसवर्णः इति आदेशः भवति, तर्हि पं पश्य इति भवति, पं पश्यते एकस्मिन् पक्षे, अन्यस्मिन् पक्षे पं पश्यते इति अनुस्वारः तिष्ठति. तावद् अस्तु. अनन्तरं पल् इत्यपि कृतवन्तः वा? आं चर् फल् कृतवन्तः भगिनि. तदपि कुर्मः. अन्यः करोतु वा? मणिमहोदय भगिनी सूत्रं पठतु न, एक प्रथमं अनुवृत्ति सूत्रं. अहं पठामि भगिनि. चरपलोश्य चर् पल् इत्यनयोः धातोः अभ्यासस्य मुखागमः भवति यङि अङ्गिकि च. तर्हि पुनः पूर्वस्मसूत्रस्य अनुवृत्तिः आगच्छति. तर्हि चरपलोः च अङ्गस्य अभ्यासस्य लुक् भवति यङ्लुकोः इति. अनन्तरम् अन्यसूत्रद्वयम् अपेक्षितम् उत्परस्यातः इति. चर् पल् इत्यनयोः धातोः अभ्यासात् परस्य ह्रस्वकारस्य स्थाने उतादेशः भवति यङि यङ्लुकि च इति. न केवलं नुक्कागमः किन्तु चर् पल् इत्यनयोः धातोः अभ्यासस्य परस्य ह्रस्व अकारस्य अभ्यासात् अनन्तरं यः ह्रस्व अकारः अस्ति तस्य उकारादेशः भवति. अनन्तरं हलि इति सूत्रं, हलि च इति रेफान्तानां वकारान्तानां च धातूनाम् उपादायां स्थित. अत्र चर् इति तु रेफान्तः अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः प्राप्तिः च. तर्हि रेफान्तानां वकारान्तानां च धातूनां उपादायां स्थितः इक् वर्णः दीर्घः भवति हलि परे इति. ओर् धातोः उपादायाः इकः दीर्घः हलि इति सूत्रेण. कः सूत्रं करोतु वा मणिमहोदय कर्तुमिच्छति? चर्पणश्च उत्परश्चात् इति सूत्राभ्यां चर् पल् इत्यनयोः धातोः अभ्यासस्य नुकागमः भवति, अपि च अभ्यासात् परस्य ह्रस्वकारस्य स्थाने उत्तादेशः भवति यङि परे. इदानीमेव भवता उक्तं किम् अर्थः इति. चर्योः यङ् अत्र यङ् इत्युक्ते चर्य इति, अतः अनेका च अस्ति अजीनमञ्जनं परेण संयोजनम् इत्यनेन यकारः रेपस्य स्थाने योजनं भवति, अतः अनेकाच् एकाच् प्रथमस्य इति सूत्रेण प्रथमस्य एव द्वितं भवति चर्य इति. इदानीं चर्पलः इति अनन्तरं सञ्चु इति भवति ह्रस्वकार अभ्यासस्य अनन्तरं यत् ह्रस्वकारः अस्ति तस्य स्थाने उकारः आदेशः इति उत्परस्यातः इति सूत्रेण, अतः चकारः एव अभ्यासस्य परः, अतः सञ्चुर् सञ्चूर्य इति भवति. किमर्थं सञ्चूर्य हलिच इत्यनेन ऋग्धातोः उपदयः दीर्घ हलिच सञ्चूर्य इति सञ्चूर्य इति यङ्गन्तधातुः सञ्चूर्यते. अत्र अनुनासिकः भवति नुकदानुनासिकस्य अत्र न कार्यं करोति, परन्तु अभ्यासस्य नुकामः चरपलः इति सूत्रेण उपलक्षणमपि अस्ति अनुसारस्य. अतः पूर्व चकारः परे अस्ति, अतः सञ्चूर्यते परसवर्णः ञकारः सञ्चूर्य इति भवति. इदानीं रेपवकारं दत्तवधूनां परे हलिच् परे तस्य रेपवकारस्य पूर्वं सिद्धः एकवर्णः दीर्घः भवति, अतः उकारः दीर्घः भवति सञ्चूर्य इति भवति. अनन्तरं सप्तविधानं सञ्चूर्य अधोगुण इत्यनेन पूर्वप्रयोः अहं चिन्तयामि पररूपं भगिनी युक्त इति पूर्वरूपं समौ संजूर्यते उकारः आदेशः सञ्जूर्यते इति रूपं भवति. अहं पदान्तवत् अत्र वार्तिकेन एव अन्यरूपम् अपि अणु अनुसारः भवति अतः संजूर्यते इति द्विरूपं भवति. सम्यक् वा? तदेव पल्लपि भवान् वदति वा? अहं वदामि. फल्योगयं तत्र धातु एकाचो हलादे क्रियासमारे अनेन यङ् विधानं भवति. फल्योगय फल्य इति सनाद्यन्तधातु इति अनेन धातु संज्ञा भवति. तदनन्तरं कोऽपि विशिष्ट अङ्गकार्यं नास्ति. इदानीं संज्ञोनिर्दुत्तं भवति, नियमः भवति अजीनं परे व्यञ्जनं परेण संयोजनम् अनेन फल्य इति अस्ति. प्रथम एकाच् तस्य द्युतं भवति फल्य. इदानीं सामान्य अभ्यासकारम् अभ्यासचर्च अनेन फकारस्य स्थाने पक्चरादेश प भवति. सो पफल्य इति भवति. पफल्य अस्ति यदि इदानीं विशिष्ट अङ्गकार्यम् अस्ति चर्फलोश्च इति सूत्रेण नुक् आगमः भवति. अभ्यासस्य नुक् आगमः भवति. अदन्त अभ्यासस्ति प. सो अनुस्वारस्य लक्षणम् उपलक्षणं भूत्वा अस्ति. अपि पदान्तवाच्येति वक्तव्यम् अनेन तस्य वा पदान्तस्य अनेन रूपं द्वयम् आगच्छति. सो एक पक्षे पाफुल्य अन्यपक्षे भवति फकारस्य अनुस्वर सवर्ण अनु आगच्छति पाम्फुल्य इति भवति. इदानीं हलिचत्रस्य प्रसक्तिः नास्ति कारण कि रेफ या वकार अन्ते नास्ति. सो अत्र केवलं पाम्फुल्यते वा पाम्फुल्यते इति रूपं द्वयं तिष्ठति. ओ अहं न उक्तवती उत्तर उत्परस्यात् यत् अस्ति तत् अहं न उक्तवती. पुफुल्य यत् अभ्यासस्य अनन्तरं यत् फकार अकार अस्ति तस्य उत्परस्यात् अनेन उत्तमं भवति इति. अन्तिमसोपाने भवति खलु? हा अन्तिमसोपाने आमां पम्फुल्य नुगाम भूत्वा तस्य पूर्वमपि कर्तुं शक्नुमः साधु. पम्फल्य यत्र अस्ति नुकागमस्य तदनन्तरं भवति. अनन्तरं परसवर्णः वा पदान्तस्य तेन भवति, न तु अनुस्वारस्य, न तु अहं दोषाय उक्तवती पुरा पूर्वं. भवती वार्तिकम् उक्तवती पदान्तवचेति वक्तव्यं साधु. किन्तु वार्तिकम् उक्तवती किन्तु वापदान्तस्य सूत्राणि पठामः. सूत्राणि पठितवती खलु अहं हलीचे इति पर्यन्तं पठितवती. अस्तु भवती पठितवती साधु. प्रश्न उदेति भवती पठति वा? चर् आं भगिनि. तस्मात् पूर्वं तदा अत्र अन्यप्रश्नः उदेति प्रश्नः उदेति चरपलोश जब जब दह दश भञ्जपशां च इति वाभ्यां सूत्राभ्यां समानकार्यं सिद्ध्यति इति कृत्वा किमर्थम् एते द्वे सूत्रे पृथक्तया विरचिते? उत्तरत्वेन अनुवृत्तेः स्पष्टीकरणार्थं. नो चेत् एकमेव सूत्रं यदि स्यात् तर्हि उत्परस्यातः इति सूत्रेण यतत्वं विधीयते, तत् केषां धातूनाम् इति कथं वा जानीयात् इति समीचीनं तत् अवगच्छामि. द्वितीय उत्परस्यातः इति सूत्रस्य कृते चरपलोश इति पृथक्तया कृतमिति. अन्यप्रश्नः उदेति यः यङ्लुगन्तधातुप्रसङ्गे आगतः यङ्लुकि चर् चर्चर् चचर् चञ्चर् चञ्चर् इति यङ्लुगन्तधातुः तदा चञ्चुर् इति प्लस् टि चञ्चुर् इति यङ्लुगन्तधातुः तदा चञ्चुर् योगः टि अत्र भुवन्तलघुपदस्य च इत्यनेन उकारस्य गुणादेशः स्यात् अत्र अस्माभिः चर्चितं यत् उत्परस्यातः इत्यनेन यत् तपरकरणं साधितं तस्य सामर्थ्यात् गुणादेशः निवारितः अत्र यङन्ते गुणनिषेधः भवति यतोहि चञ्चुर्योगः य इति स्थितौ यङ् नित् परन्तु हलिच इत्यनेन दीर्घादेशः स तु नित्वात् न बाधितः इति समीचीनं चञ्चूर् इति भवति खलु चञ्चूर्ति इति भवति अत्र तु गुणकार्यं बाधितं प्रथमम् अस्ति उत्परत्यासः इति पूर्वमेव इति यत् तपरकरणं कृतं किमस्ति उतादेशः एव कृतमस्ति आवश्यकं चेत् पाणिनिः पूर्वमेव प्रथममेव चञ्चोर् चञ्चोर् इति भवति स्म ओत्परस्य अतः इति कृतं चेत् किमर्थं तस्य सेव् भवतु इति कृत्वा एव उतादम् इति पाणिनिना उक्तम् इति कृत्वा अत्र गुणादेशः निवारितः अन्यदपि अस्ति किम् अस्ति अत्र तु यङ् इति प्रत्ययः इति विद्यते तत्तु नित् अस्ति अधुना नित् अस्ति इति कृत्वा गुणकार्यं भासितं भवति किन्तु हलिच इति तु भवति एव हलिच इति तु नित्वत् न नित् इत्यस्मात् न बाधितः खलु इति कृत्वा हलिच इति स्वीकर्तुं भूत्वा चञ्चुमूर्ति इति भवति अग्रे अन्यः पठति वा प्रश्नः अस्ति तत्र वा भगिनि आं महोदय अत्र प्रश्नः अस्ति यत् तपरकरणस्य सामर्थ्यात् प्रश्नः अस्ति यत् तपरकरणस्य सामर्थ्यात् यदा रीत्या गुणः निवारितः यङ्लुकि किमर्थं न एवमेव सञ्चुर् यः य इति स्थितौ हलिच इत्यनेन यः दीर्घादेशः प्रसक्ति सोऽपि निवारितः भवेत् किल अत्र किन्तु पूर्वत्र सिद्धम् इत्यनेन उत्परस्यातः इत्यस्य दृष्टया हलिच इत्यस्य असिद्धत्वं नास्ति अतः उत्परस्यातः इति सूत्रद्वारा यत् तपरकरणसामर्थ्यं तद्द्वारा बाधा न सम्भवति किमर्थमिति चेत् उच्यते पूर्वसूत्रम् इत्यस्य पूर्वत्र सिद्धम् इत्यस्य द्विविधं कार्यम् अस्माभिः अधीतं शास्त्रसिद्धं कार्यसिद्धं च शास्त्रसिद्धं भवति यत्र सूत्रद्वयं युगपत् प्रसक्तिः प्रसक्तं तत्र पूर्वसूत्रं प्रति त्रिपादिस्थितं परसूत्रम् असिद्धम् अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातं चेत् तत्र पूर्वसूत्रं प्रति तच्च कार्यम् असिद्धं नाम यद्यपि कार्यं जातं तदापि न दृश्यते पूर्वसूत्रेण अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतिस्थितौ उभयत्र न सङ्गच्छते यतोहि द्वयोः प्रसक्तिः युगपत् नास्ति अपि च यस्य उत्परस्यातः इत्यस्य कार्यं जातं तत् सूत्रं तु हलिच प्रति पूर्वसूत्रं न तु परसूत्रं तर्हि न शास्त्रसिद्धं न वा कार्यसिद्धं यदा अहं न जानामि तत् अहं वदामि अत्र प्रश्नमपि तपरकारणस्य सामर्थ्येन गुणः न भवति भुवन्दल उपदेश इत्यनेन परन्तु हलिच इत्यनेन दीर्घ भवति किमर्थं तदेव महोदय अत्र हलिच दीर्घत्वं न प्रसिद्धिः न अस्ति किमर्थं परन्तु किमर्थं दीर्घ भवति इति पूर्वत्र सिद्धम् इत्यनेन उत्परस्यातः इत्यस्य दृश्य हलिच इत्यस्य असित्वं न इत्युक्ते उत्परस्यातः सपादसप्त्याय अस्ति, अनन्तरं पूर्वतः सिद्धं षष्ठमाध्याये अष्टमाध्याये द्विपद एकसूत्रं हलि च अस्ति अष्टमाध्याये द्विपादे 77 अस्ति अत्र. अतः उत्तरस्यातस्य पूर्वत्र सिद्धं न भवति इति कारणेन परसूत्रम् अलिच अपि पूर्वत्र सिद्धम् इत्यस्य परसूत्रम् अतः सिद्धत्वं नास्ति, कार्यं भवति सिद्धं भवति इति अहं दास्यम् अहं तदपि अहम् अवगच्छामि अत्र. अतः सूत्रद्वारा उत्तरस्यातस्वरा तपरकरणसामान्यस्यद्वारा बाधा न भवति इति, परन्तु पुगतलोपसेतनेन एव बाधकम् अस्ति, अलिच इत्यनेन बाधकं नास्ति इति. अनन्तरं पूर्वतासिद्धम् इत्यनेन द्विकार्यं भवति, एकमस्ति शास्त्रसिद्धम्, अन्यः अस्ति कार्यसिद्धं. शास्त्रसिद्धम् इत्युक्ते सपादसप्त्याय्यां सूत्रं प्रति अष्टमाध्याय कार्यं न भवति, अनन्तरं अष्टमाध्याये अपि पूर्वसूत्रं प्रति परसूत्रम् असिद्धम्, अतः पूर्वसूत्रमेव कार्यं करोति इति शास्त्रसिद्धं वदति. कार्यसिद्धं वदति यदा अष्टमाध्याये परसूत्रं कार्यं करोति, तस्य परं पूर्वसूत्रं कार्यं कर्तुं शक्यते चेत् अपि प्रसक्तिः अस्ति अपि कार्यं न भवति इति अत्र दत्तम्. अतः यतोहि द्वयोः प्रसक्तिः युगपत् नास्ति, यत्र हलिच इति सूत्रम् उत्परस्यात् तेन तपरकरणस्य अत्रापि न भवति, कार्यं न यत् वदामि अतः प्रसक्तिः युगपत् नास्ति. अतः उत्परस्यस्य कार्यं जातं तस्य परमेव तत्पूर्वं तत् सूत्रं तु हलिच प्रति पूर्वसूत्रं न तु परसूत्रम्, अतः शास्त्रसिद्धमपि कार्यसिद्धमपि नास्ति अत्र. अतः शास्त्रमपि शास्त्रसिद्धं कार्यसिद्धमपि न अत्र न कार्यं करोति. अतः अलिच इति सूत्रेण दीर्घं भवितुम् अर्हति इति अत्र दत्तम् इति अहं दत्तव्य अहम् अवगच्छामि. विवरेण कृपया वदतु भगिनि. परसूत्रमस्ति तस्य सिद्धं भवति, किन्तु युगपत् तस्य प्रसक्तिः नास्ति. यावत्पर्यन्तम् उत्परस्यात् कार्यं न करोति तावत्पर्यन्तं हलि च तस्य प्रसक्तिः एव न भवति साधु. उत्परस्यात् तस्य कार्यं प्रथमम् एव भवति, परन्तु कार्यं कर्तुम् अपि पुगन्धलोपस्य प्रसक्तिः अस्ति अत्रापि. किन्तु यङ् अस्ति न, यङ् यद् अस्ति तत्र ङित्वात् गुणबाधितं भवति यङ् इत्यनेन. परन्तु अलिच इत्यनेन यङ् प्रत्य भवति एव अपि दीर्घ भवति. द्वितीयपरिच्छेदं पठतु. किन्तु भाष्यकारेण उच्यते यत् पूर्वत्र तथैव सम्यक्तया न उक्तवान् चिन्तयामि, तत्र अन्य अर्थः अपि अस्ति. द्वितीयस्य परिच्छेदं महोदय पुनः कर्तुमिच्छति अग्रिमसप्ताहे, कारण कि सर्वे न अवगन्तवन्तः. पठामि वा? किन्तु वस्तुतस्तु भाष्यकारेण उच्यते यत् पूर्वत्र सिद्धम् इत्यस्य एकविधमेव कार्यं वर्तते, द्विविद्यमिव विभजनं न करणीयम्. यत्र कुत्रापि द्वयोः सूत्रयोर्मध्ये एकं सूत्रं त्रिपाद्यां तत्र पूर्वत्र सिद्धम् इति सूत्रप्रसङ्गे चिन्तनीयं भवति. द्विविद्य द्वितमेव इति वदामश्चेत् समस्या भवति यदा अत्र अतः शिक्षणस्य आरम्भे सुखबोधार्थं पूर्वत्र सिद्धम् इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्ति अवश्यं किन्तु अन्ततो गत्वा यदा द्विधं कार्यं बुद्धं तदा सम्पूर्णतायाः अवगमनार्थं तस्य द्वैविध्यं त्यक्त्वा इतोपि विशालबोधः आपणीयः यदा अत्र पूर्वतासिद्धम् इत्यनेन अलिच इत्यस्य सिद्धत्वं नास्ति उत्पुरस्यातः इत्यस्य दृश्यातः उत्पुरस्यातः अलिच इत्यस्य कार्यं बाधितुं न शक्नोति तदर्थम् अलिच कार्यं करोति रूपं भवति सञ्जूर्यते इति भवती वदतु तथैव अस्ति यथा पूर्वतासिद्धं यथा भवान् उक्तवान् पूर्वं शास्त्रसिद्धम् अपि कार्यसिद्धम् अस्ति इति बालानां सुखबोधनार्थम् इति अस्ति इदानीं पूर्वता यत् उत्परस्यात् अस्ति तत् पूर्वसूत्रम् अस्ति सप्तसप्ताध्यायी अपि हलिच इति परसूत्रम् अस्ति सो इति प्रथमं करणीयं किं महोदय उक्तुम् इच्छति अहं न अवगच्छामि अपि साधु अस्ति हलि च तस्य कार्यं न भवति यावत्पर्यन्तं परस्य तस्य कार्यं नास्ति इष्टं रूपमस्ति चञ्चूर्य सो चञ्चूर्य इति आप्तं पाणिनि महोदयेन सूत्राणि विरचितानि अतः उत्तपरस्यात् इति सः साधितवान् तत्परकाल इति आगच्छति कारणं उत् इति एव भवेत् न तु अन्यत् अन्य कोऽपि अन्य कोऽपि यदि तत्परकाल न भवति त ऊ अपि भवितुं शक्नोति साधु उकारस्य सर्वे क्लुप्त वा दीर्घ इति भवितुं शक्नोति अपि अन्यम् अस्ति तपरकाल अन्य वार्ता आगच्छति वर्गे यदि आदेशः भवति आदेशः सर्वदा यथा यदि प्रत्ययः अस्ति तु प्रत्ययस्य आदेशः गुणः अस्ति तु वर्ण आदेशः इति भवति आदेशस्य तपरकाल न भवति किन्तु विद्याभगिनी उक्तवती विलक्षण कुत्रापि रेयर् इति अस्ति तत्र तपरकालं भवति आदेशे अपि इति उतपर स्यात् इति आदेशः अस्ति साधु उकारस्य अकारस्य उकारः भवति तत्र एकं सन्देहः अस्ति भगिनि अत्र तप्रकरणं कार्यं भवति इति उत्परस्यात् इत्यनेन तप्रकरणम् इति निमित्तेन गुणः न भवति इति उक्तवती किल तस्यैव अर्थः परन्तु स्थलेषु अत् आदेशः अपि भवति तत्र वृद्धिः नास्ति भवति वा तस्य बाधः नास्ति वा कुत्रचित् इत्र इदानीं नास्ति अत् आदेशः बहुषु स्थलेषु भवति अत्र तपरकारणं न कार्यं करोति वा गुणकार्यम् अत्र न भवति परन्तु अत्र बाधकं किमपि नास्ति उत् अत् समानकार्यमेव उत् अत् अत् इति केवलं वदन्त भव अकार अत्र अकारः एव द्रष्टव्यम् इति ज्ञातं परन्तु इत्र उत् इति उत् उकार किमर्थं तकारः तप्रकरणम् अत्र स्वीकुर्मः, परन्तु आत्तादेशः चेत् अत्र तप्रकरणं न कृतवन्तः? मम सन्देहः अभवत्, परन्तु अहं न जानामि विवरेण, परन्तु मम मनसि जातम् अतः पृच्छामि. अत्र अपि तप्रकरणं स्वीकरणीयं किल? कुत्र? यदा अत्तादेशः अत्र तप्रकरणमस्ति, भवतु सलेश अत्तादेशः, अहं न जानामि. जनरल् सामान्य भव्या भगिनी, भवती जानाति तस्य उत्तरं? किं प्रश्नः कः भगिनी? क्षम्यते महोदय, महोदय प्रश्नः अस्ति. मणिमहोदय, महोदय, अत्र उत्परस्यातः इत्यनेन उत् आदेशः तपरकरणम् इति गुणः न भवति इति दत्तम्, परन्तु बहुषु स्थलेषु अत्तादेशः इति पठितवन्तः. अत्रापि तपरकरणं न स्वीकरणीयं वा? किमर्थं न स्वीकरणीयम् अत् आदेशः चेदपि? तपर न महोदय, अत्र तु अत्तादेशः एव तस्मिन् विषये एव नास्ति खलु, उत्तादेशस्य उत्तादेशः एव भवति खलु. अत्तादेशः अन्यत्र भवति, तत्र अत्तादेशः अत्तादेशः तत्र गुणः न भवति, परन्तु इको न नास्ति अतः गुणः न भवति, परन्तु अत् इति पूर्णतया द्रष्टव्यं किल, वृद्धिः नास्ति किल. उत् आदेश अत्तादेशः भवति चेत् अन्यसूत्रेण वृद्धिः नास्ति. आम् आम्, दीर्घः अत् इति बलेन वृद्धिः नास्ति इति वयं सत्यं. किमर्थम् इत्युक्ते वृद्धि वृद्धिसूत्रं गुणसूत्रं समानम् अस्ति खलु, दीर्घादेशः भिन्नः अस्ति. वृद्धिः गुणस्य कार्ये नित् अस्ति चेत् वृद्धिः अपि न भवति, गुणमपि न भवति. तर्हि तादृशस्थलेषु यत्र नित् अस्ति तत्र गुणं वा वृद्धिः वा न भवति एव. यदि अत्वा उत्वा भवतु, गुणं वा वृद्धिः वा न भवति. किन्तु दीर्घः इत्यत्र वदामः, तत्तु गुणमपि नास्ति वृद्धिः अपि नास्ति. दीर्घादेशसूत्रं गुणं वा वृद्धिसूत्राणि वा अङ्गसूत्राणि भवन्ति, स्मरन्ति वा महोदय? अत्र सपादसप्तादयसूत्रं भवति, अत्र तु हलीच इति सूत्रं दीर्घादेशस्य सूत्रं वर्णनिमित्तिकं कार्यम् अस्ति. अष्टाध्यायस्य द्वितीयपादे पूर्वत्र अस्ति त्रिपादिसूत्रमस्ति खलु, त्रिपाद्यं केवलम् असिद्धत्वम् इत्येव चिन्तनम् अस्ति. अत्र अहम् अवगच्छामि, उत्तादेशे अत्र अहं समीपे अवगच्छामि भवति खलु, नित् अस्ति चेत् अपि दीर्घत्वस्य बाधा न भवति. अस्तु अस्तु महोदय, अत्र एवं न वक्तव्यम् आसीत्, उत् इति बलेन अत्र दीर्घवृद्धिः न भवति इति न वक्तव्यं, तस्य कारणं नास्ति. नित् अस्ति इति कृत्वा वृद्धिः न भवति, गुणः अपि न भवति नित् इत्यस्य बलेन, न तु उत् इत्यनेन तपरकरणस्य कारणेन नास्ति. अत्र तु आशयः अस्ति यत् अस्ति इत्युक्ते नित् अस्ति इति कृत्वा, यङ् तु नित् अस्ति इति कृत्वा वृद्धिः वा गुणं वा न भवति. किन्तु हलीच इति सूत्रम् अस्ति, तत्तु त्रिपादिसूत्रम् अस्ति, तत्र तु अङ्गकार्यस्य विषयः एव नास्ति खलु. तत्र तु नित् भवति चेदपि हलीच इत्यस्य प्रसक्तिः प्राप्तिः भवितुम् अर्हति, तत्र तु केवलं हलीच इत्यस्मिन् चिन्तनं तु असिद्धं वा असिद्धत्वम् इत्येव चिन्तनीयं भवति. अस्तित्वम् अस्ति चेत् प्रसक्तिः प्राप्तिः अपि भवति. अवगच्छति अवगच्छति महोदय, करपत्रे महोदय यत् तपरकरणे तपरकरणस्य सामर्थ्यात् गुणादेशः निवारितः इति वाक्यं त्यजतु, तत्तु नास्ति एव. अनेन किमपि नास्ति, किमर्थम् इत्युक्ते तपरकरणं भूत्वा दीर्घादेशः भवति खलु. वयं पृष्टुं शक्नुमः किमर्थं पाणिनिः पूर्वमेव ऊ इति, किमर्थम् ऊत्परस्यातः इति किमर्थं न उक्तवान्, किमर्थम् उत्परस्यातः इति किमर्थम् उक्तवान् इति प्रष्टुं शक्नुमः. तर्हि तद् वाक्यं त्यजन्तु, केवलं गुणादेशः निषेधः भवति यङन्तः इति कृत्वा चिन्तयामः चेत् सरलपणे उक्तवती यङ् प्रत्ययस्य एव पुनरुपदिश्यते गुणः न भवति इति. आमां तर्हि तपरकरणस्य विषये वयं न चिन्तयामः. धन्यवादः. भवान् उक्तवान्, ममपि मनसि प्रश्नः जातः उत्परस्यातः इति लिखितुं शक्नुवन्ति खलु, किमर्थम् उत्परस्यातः इति. तावत् पर्यन्तं कृतवन्तः भगिनि. अस्तु, धन्यवादः. धन्यवादः. अस्तु, शुभरात्रि.